नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवृत्तमानविषयः अस्ति अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययाः इति. तत्र वयं गतसप्ताहे अदन्त अनदन्तयोः सिद्धतिङ्प्रत्ययाः कथं भवति, कुत्र भेदः अस्ति इति ज्ञातवन्तः. इदानीं किं कुर्मः इत्युक्ते, अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययानां पित्वम् अपित्वं कथं भवति इति अद्य परिशीलयामः. यदा वयम् अदन्ताङ्गं पठितवन्तः तत्र एतादृशी चर्चायाः किमपि महत्त्वं नास्ति. किमर्थम् इत्युक्ते, अस्माकं विकरणप्रत्ययस्य स्वभावेन एव गुणकार्यं वा गुणनिषेधः वा भवति. यत्र अस्माकं प्रथमगण भुवादिगणः आसीत् तत्र विकरणप्रत्ययः शप् अस्ति, तत्र पित् अस्ति, अतः तत्र गुणः भवति, भू भो भवति, अनन्तरं भव भवति इति रूपम्. यदा अस्माकं दिवादिगणः वा अन्यत्र तुधादिगणः वा किमपि भवतु, यत्र विकरणप्रत्ययस्य अपित्वम् अस्ति, इत्युक्ते ष इति विकरणप्रत्ययः अस्ति चेत् तत्र तु अपित् अस्ति, अतः गुणनिषेधः भवति. अतः लिक् इति धातोः यद्यपि तत्र उपधायां लघु इक् वर्णः अस्ति चेदपि तस्य गुणस्य प्रसक्तिः नास्ति, लिखति इत्येव रूपम् इति दृष्टवन्तः. तत्र प्रत्ययः तिङ् प्रत्ययः पित् भवतु अपित् भवतु इति किमपि चिन्तनस्य किमपि अवसरः एव नास्ति अस्मिन् गणे, यदा अस्माकम् अदन्त अङ्गम् अस्ति चेत्. परन्तु यदा अङ्गम् अनदन्तम् अस्ति चेत् तादृशचिन्तनस्य आवश्यकता अस्ति. किमर्थम् इत्यपि पश्यामः, किं भवति इत्यपि अद्य पश्यामः. रघुपतिमहोदय, प्रथमं तत्र सि इति भागः अस्ति किल, तस्मात् पूर्वम् एकः एतावता मूलशिक्षा इयम् इति अस्ति किल, तदेकवारं पठतु, अनन्तरं पित्वम् अपित्वम् अपि पठामः. अस्तु. एतावता मूलशिक्षा इयम् अदन्ताङ्गस्य अनदन्ताङ्गस्य च सिद्धतिं प्रत्ययः तुलनाः. परस्मैपदि लटि न कोऽपि भेदः. परस्मैपदि लोटि अङ्गम् अदन्तं चेत् हि लोपः, अङ्गम् अनदन्तं चेत् हि लोपो न. परस्मैपदि लङ्गि न कोऽपि भेदः. परस्मैपदि विधिलिङ्गि इय यासु भेदात् सर्वत्र भेदः. अस्तु. आत्मनेपदि लटि त्रिषु स्थलेषु भेदः. प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने. आत्मनेपदि लटि आत्मनेपदि लोटि त्रिषु स्थलेषु भेदः. प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने. आत्मनेपदि लङ्गि त्रिषु स्थलेषु भेदः. प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने. आत्मनेपदि विधिलिङ्गि न कोऽपि भेदः. एतदेव वयं गतसप्ताहे पठितवन्तः किल. अस्तु, अग्रे पठतु महोदय. अस्तु. अनदन्तानां सिद्धतिङ्प्रत्ययानां पित्वम् अपित्वं च. मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्धतिङ्प्रत्ययाः पितः अपितः च भवन्ति. मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि तथा. यथा तिप् पित् अस्ति, अतः लटि, ति, लोटि, तु, लङ्गि, त् इत्येषामपि पित्वं भवति. अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित् अस्ति चेत् तिङन्तपदस्य निर्माणार्थं तृतीयसोपाने, इत्युक्ते तिङ्संज्ञकप्रत्ययः निमित्तकम् अङ्गकार्यम् इत्यस्मिन् गुणकार्यं भविष्यति, यत्र प्रसक्तिः अस्ति. ध्येयं यत् अङ्गं यत्र अदन्तमस्ति तत्र तिङ्प्रत्ययः प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति. अतः एतावता तिङ्प्रत्ययानां पित्व अपित्वविषये अस्माकम् अवधानं नासीत्. किन्तु इतः अग्रे अङ्गम् अनदन्तम् अस्य च प्रसङ्गे गुणकार्यं बहुत्र. अतः तिङ्प्रत्ययानां पित्व पित्व अपित्व विषये अवधातव्यं। यथा स्वादिगणे चीधातुः श्नु इति प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गं, चिनु योग ति पित् अस्ति, अतः ति इति पित् अस्ति, तिप् अस्ति, अतः सार्वधातुकाधातुकयोः इतनेन गुणः चिनोः चिनो योगः ति चिनोति इति। अग्रे पठामि वा अनन्तरम्? एतद् वदतु महोदय, किम् अस्ति? मूलतिङ् प्रत्ययानाम् आधारीकृत सिङ्क् तिङ् प्रत्ययः पित् अपित् च भवन्ति। प्रत्यय अस्तु, वयं एकवारं वदामि तिङ् प्रत्ययानां निर्माण तृतीयसोपान। तिङ्सञ्जकप्रत्ययनिमित्तिक अस्तु, तिङ्सञ्जकप्रत्ययनिमित्तीकृत अङ्गकार्यम्। अत्र वयं पूर्वं दृष्टवन्तः चतुर्षु लकारेषु अदन्तमङ्गमस्ति, अतः तस्य प्रसक्तिः नास्ति यदा वयं तिङ्प्रत्ययस्य योजनं कुर्मः। वयम् इदानीम् इतःपूर्वं केवलं विकरणप्रत्ययः तत्र एव दृष्टवन्तः गुणकार्यं भवति वा, परन्तु अत्र इदानीं तिङ्प्रत्ययस्य मेलनेन अत्र भवति, परन्तु पूर्वं अदन्ताङ्गेषु अदन्ताङ्गेषु गुणकार्यस्य प्रसक्तिः नासीत्, अतः पित्वम् अपित्वम् इत्यस्य विषये वयं चिन्तनं न कृतवन्तः। इदानीम् अनदन्ताङ्ग अस्ति चेत् तत्र भवति यदा वयं तिङ्प्रत्ययं योजयामः तत्र गुणस्य प्रसक्तिः भवति, यथा यथा अत्र स्नु इति स्नुप्रत्ययः अस्ति स्वादिगणे, अत्र चीदातु स्नुप्रत्ययः अस्ति, नु इति भवति स्नु इति, सारि चिनु इति षकारस्य लोपः, चिनु इति। अत्र इदानीं तिङ्प्रत्ययं योजयामः चेत् तत्र तिप् अस्ति प्रथमं, एकवचने तिप् अस्ति, पित् अस्ति अतः इत्यतः अत्र अङ्गस्य सार्वधातुकार्धकयोः इत्यनेन गुणः भवति, चिनो चिनो भवति, चिनु इति उकारस्य गुणः भूत्वा उकारः आगच्छति, चिनोति इति अन्तिमरूपम्। समीचीनं। तत्र यदा वयं पूर्वं दृष्टवन्तः अदन्त अङ्गेषु तत्र विकरणप्रत्ययनिमित्तिक अङ्गकार्यं तु भवति एव, तदेव गुणः किल, अत्र अनदन्त अङ्गेषु किं भवति इत्युक्ते चिनु ची ची इति अस्माकं धातुः अस्ति, नु इति विकरणप्रत्ययः, स्वादिभ्यः श्नु इत्यनेन नु इति अस्माकं विकरणप्रत्ययः, नु इति विकरणप्रत्ययः क्षम्यतां श्नु इति विकरणप्रत्ययः आधारीकृत्य किमपि गुणकार्यं ची इति धातोः न भवति। किमर्थम् इत्युक्ते नु इति प्रत्ययः अपित् अस्ति, षित् अस्ति परन्तु अपित् अस्ति, अतः गुणनिषेधः भवति। चिनु योगः ति इति स्थितौ पुनः इदानीम् अस्माकं ति इति यद् तिङ् प्रत्ययः अस्ति तत्तु पित् अस्ति। कथं जानीमः इत्युक्ते मूलप्रत्ययः तस्य स्वभावः कः इति इदानीं परिशीलनीयं, तद् वयं पूर्वं न कृतवन्तः। अस्मिन् अनदन्त अङ्गेषु एव तस्य चिन्तनं भवति प्रथमवारम्, अतः मूलप्रत्ययस्य स्वभावः कः इति परिशीलनीयम्। ति इति प्रत्ययः पित् अस्ति, अतः यदा पित् अस्ति चेत् गुणः तु भवति। इदानीं चिनु इति अङ्गस्य गुणः ति इति अस्माकं तिङ् प्रत्यय आधारीकृत्य गुणः, तयोः भेदः अवगन्तव्यः। यदा प्रथमं वयं दृष्टवन्तः तद् विकरणप्रत्ययः आधारीकृत्य गुणः भवति, शप् इति विकरणप्रत्ययः पित् अस्ति, अतः भूधातोः गुणः भवति। तत्र ति वा तः वा अन्ति वा तस्य स्वभावः अस्माकं तत्र परिशीलनम् एव न कर्तव्यं, तद् तस्य आवश्यकता अपि नास्ति तत्र, परन्तु यदा वयम् अनदन्तम् अङ्गम् आगच्छामः तत्र अनदन्त अङ्गेषु श्नु इति एकम् उदाहरणं श्नु, अन्यत् क्रयादिगणः वा रुदादिगणः तत्र वयं गत्वा तद् परिशीलनं कुर्मः, परन्तु चि इति धातुः श्नु इति अस्माकं विकरणप्रत्ययः, श्नु षित् अस्ति परन्तु अपित् अपि अस्ति, अतः तत्र चि इति धातोः इगन्तधातुः अस्ति किल, तत्र गुणः श्नु प्रत्ययं निमित्तीकृत्य गुणः न भवति. अनन्तरं यदा तिप् इति प्रत्ययः योजयामः तत्र तिप् इति मूल ति इति अस्माकं सिद्धप्रत्ययः, तत्तु वयं गतसप्ताहे साधितवन्तः, तदापि अस्माकं मूलप्रत्ययस्य स्वभावः ज्ञातव्यः एव, तद् बहु मुख्यमस्ति. मूलप्रत्ययः सदा मनसि भवेत्. मूलप्रत्ययस्य स्वभावः कः? मूलप्रत्ययस्य स्वभावः पित् अस्ति, अतः गुणः भवति. चिनु योगः ति, इदानीं गुणः भूत्वा चिनोति इति रूपं. तद् बहु मुख्यमस्ति, एतत् परिच्छेदद्वयमपि बहु मुख्यमस्ति. यदा वर्गस्य अनन्तरमपि एकवारं पठतु, एतद् आधारीकृत्य एव सर्वाणि सर्वे पाठाः अग्रे एते पाठाः आगच्छन्ति, सर्वे एतद् परिच्छेदद्वयम् आधारीकृत्य एव अस्ति. अस्तु महोदय, अग्रिमपरिच्छेदमपि पठतु. प्रश्नः अस्ति वा? अपित्वात् अपित्वात् द्विवचने न भवति, गुणः न भवति. तदेव अस्ति. आम् आम्. अस्तु अस्तु. पित् प्रत्ययः पुनः द्विविधः, अपित् प्रत्ययः अपि पित् प्रत्ययः पुनः द्विविधः, अपित् प्रत्ययः अपि द्विविधः. प्रत्ययस्य आदौ अच् वर्णः अस्ति चेत् प्रत्ययः अजादिः. प्रत्ययस्य आदौ हल् वर्णः अस्ति चेत् प्रत्ययः हलादिः. पित्सु अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति. अपिस् अपि अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति. तर्हि आहत्य प्रत्ययाः चतुर्विधाः: हलादिपित् सार्वधातुकप्रत्ययाः, अजादिपित् सार्वधातुकप्रत्ययाः, हलादि अपित् सार्वधातुकप्रत्ययाः, अजादि अपित् सार्वधातुकप्रत्ययाः चेति. एतदनुसृत्य कार्यमपि भिन्नं भवति इति अस्ति. अस्तु. अस्तु. पित् प्रत्ययः अत्र पित् अपि च अपित् प्रत्ययः द्विविधा इति दत्तमस्ति. हलादिप्रत्ययः अपि अजादिप्रत्ययः इति. हलादि अजादि सार्वधातुकप्रत्ययः अपित् प्रत्ययः, हलादि सार्वधातुक अपित् सार्वधातुक अपित् प्रत्ययः इति द्विविधम् अस्ति. एतदनुसृत्य कार्यमपि भिन्नं भवति इति. अजादि अस्ति चेत् अजादि पित् सार्वधातुकः अस्ति चेत् भिन्नम् अस्ति, हलादि सार्वधातुकप्रत्ययमस्ति चेत् भिन्नं भवति इति दत्तमस्ति. अग्रे पश्यामः किं भिन्न भेदः अस्ति इति. यथा प्रत्ययः पित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः, अपित् अस्ति चेत् गुणः नार्हति. प्रत्ययः अजादि अस्ति चेत् स्वरसन्धिः अर्हति. अस्तु. हलादि अस्ति चेत् नार्हति. एवं च तस्सु चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति. इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः. अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयामः. अस्तु. अत्र अजादिप्रत्ययः अस्ति चेत् स्वरसन्धेः प्रसक्तिः अस्ति, हलादि अस्ति चेत् स्वरसन्धेः प्रसक्तिः नास्ति. सत्यम् अस्ति. अतः भिन्नः भवति इति अत्र रूपभिन्नः भवति इति अग्रे द्रक्ष्यामः इति. कार्यमपि भिन्नं भवति. प्रथमं तु पित्वा अपित्वा इति द्रष्टव्यम्, अनन्तरं हलादिपित्वा अजादिपित्वा इति द्रष्टव्यम्. भगिनि, अत्र केवलं सन्धिकार्यस्य विषये एव खलु, अन्यदपि अस्ति वा किमपि सन्धिकार्यस्य सन्धिकार्येण एव? प्रथमं पित् अपित्, अनन्तरं सन्धिकार्यं. तदेव खलु, तावदेव खलु, तावदेव. ये प्रत्ययः अग्रे पठामि वा? आम्. ये प्रत्ययः एकनिमिषं ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पित् इति ध्येयं, यथा परस्मैपद्यं लट्लकारे ति तः अन्ति सीतः तः नि वहमः, अत्र तिप् सिप् मिप् एते त्रयः प्रत्ययाः तिप् प्रत्ययाः, एते हलादि हलादिप्रत्ययः खलु, तिप् हलादिप्रत्ययः, आत्मनेपदे ते आते अते से आते द्वे ये वहे महे, अत्र किमपि कुत्रापि तिप् प्रत्ययः नास्ति, पित् पित् नास्ति आत्मनेपदे लट्लकारे. अग्रे हा अस्तु, हलादि हलादि पित् सर्वधातुकप्रत्ययः ति सीमि इति प्रथमाविभक् प्रथमपुरुषे एकवचन, मध्यपुरुषे एकवचन, अपि च उत्तमपुरुषे एकवचन. अजादि अजादि पित् सर्वधातुकप्रत्ययः कोऽपि नास्ति अत्र. हलादि अपित् प्रत्ययः सर्वधातुकप्रत्ययः तः तः तः थः तः थः वः मः ते से द्वे वहे महे. अजादि अपि सार्वधातुकप्रत्ययः अन्ति आते अते आथे ये इति अत्र अजादि अजादि. तत्र पित्वम् अपित्वं मुख्यमस्ति, तत्र यदा स्थूलाक्षरैः दत्त ये दत्ताः ते एव पित् अस्ति, अन्ये सर्वे तु अपित् अस्ति. वयं तु अजादिः वा हलादिः वा इति दृष्ट्वा ज्ञातुं शक्नुमः किल, तदेव कार्यमस्ति. धन्यवादः महोदय. विजया भगिनी, अस्ति वा भगिनि? आम्, इदानीं चिनु चिनु इति अस्माकम् अङ्गमस्ति, अस्तु, तत्र परस्मैपदी लटि योजयामः चेत् कथं भवति, गुणः कुत्र भवति, गुणः कुत्र न भवति इति एकवारं परिशीलयतु भगिनि. नमस्कारः भगिनि, श्रीवल्ली. हा नमस्ते, नमस्ते भगिनि, क्षम्यताम्. तत्र उकारस्य उकारः अस्ति, तत्र गुणकार्यं भवति, उकारः उकारस्य स्थाने गुणकार्यं भवति, अतः चिनो इति भवति. अनन्तरं ति इति किं प्रत्ययं योजनेन चिनोति इति परस्मैपदी धातुः निष्पन्नं तत्र. अनन्तरं ते यु उपयोगं कुर्मः चेत् तत्र आत्मनेपदी चिनुते इति आगच्छति. तः योजयामः चेत् गुणः भवति वा द्विवचने? कीदृशप्रत्ययः तः? हलादि अपि सार्वधातुकप्रत्ययः तः. तत्र गुणः न भवति, रूपं किं, वर्णमेलनमेव. समीचीनम्. अन्ति इति, अन्ति इति तत्र अजादि अपि अस्ति, तत्र गुणनिषेधः अस्ति. चिनु योगः अन्ति, तत्र चिन्वन्ति चिन्वन्ति इति तत्र गुणक यन् सन्धिः भूत्वा चिन्वन्ति इति आगच्छति. समीचीनम्. गुणः तु न भवति, परन्तु सन्धि अवसरः अस्ति, सन्धि वा न वा इति अग्रे पश्यामः, परन्तु अवसरः अस्ति तस्य. चिनु योगः अन्ति इति समीचीनं भगिनि, उत्तमं. भवती एव अग्रे पठतु लोट्लकारे. लोट्लकारे लोट् लकारे मूलस्य मूलसिङ् प्रत्ययः तु तात् ताम् अन्तु हि तात् अन्त आनि आव आम मूलव अस्ति वा भगिनि एकनिमिषं मूलप्रत्ययः अस्ति वा तु तात् ताम् अन्तु हि तात् अन्त एतत् परस्मैपदी धातुः भगिनि समीचीनं परस्मैपदी प्रत्ययः परस्मैपदी किं प्रत्ययः अनन्तरम् आत्मनेपदी किं प्रत्ययः तु ताम् आताम् अटाम् स्व आताम् द्वम् ऐ आवहै आमहै इति आगच्छति समीचीनं मूलप्रत्ययः के पूर्णतया वदतु महोदय एकवारं सूत्रं हा अस्तु तिप् प्रति सिप् तस्थ मिप् अस्मास्त तां द्वं तातां द्वं तातां तातां इति अस्तु अस्तु तास् अथां ध्वम् इड् वहि महि महि इड् तदेव मूलप्रत्ययः भगिनि विजया भगिनि तदेव मूलप्रत्ययः तिप्तस् जि इति यदा महोदय उक्तवान् सूत्रमस्ति किल तिप्तस्जि इति अष्टादशमूलप्रत्ययः तदेव यद् अस्माकं करपत्रे इदानीम् अस्ति एतत् किम् एषः न न एषः कः भगिनि एतत् तु तां तु ताम् अन्तु इति यद् भवती पठितवती तद् तत् कः सः कः एषः कः सिद्धप्रत्ययः भगिनि अवगच्छति वा इति सिद्धप्रत्ययः एते सिद्धप्रत्ययाः तद् अवगच्छतु भेदः अस्ति मूलसिद्धप्रत्ययोः भेदः अस्ति यद् महोदय उक्तवान् सूत्ररूपेण तदेव मूलप्रत्ययः तिप्तस्चि इति आरभ्य यद् अष्टादशप्रत्ययाः सन्ति तद् मूलप्रत्ययाः यदा इदानीं यद् लिखितम् अस्ति तत्तु सिद्धप्रत्ययाः अस्तु पठतु अग्रे पठतु हलादित् सार्वधातुकप्रत्ययः तु अजादि चित् सार्वधातुकप्रत्ययः आनि आव आम ऐ आवहै आमहै हलादि अपित् सार्वधातुकप्रत्ययः हि तात् तां तात् तं तां स्व द्वम् अजादि अपित् सार्वधातुकप्रत्ययः अन्तु आताम् अटाम् आताम् इति समीचीनम् इदानीं चिनु इत्येव भवत्याः अङ्गम् आसीत् किल तु योजयतु किं भवति तत्र न न चिनु इति पठतु इदानीं नास्तु भगिनि पठतु अदन्तम् अङ्गं किल चिनु इति अङ्गं चिनु तु इति प्रत्ययः कीदृशप्रत्ययः पित्वा पित्वा पित् अस्ति अतः किं भवति चिनु इति अङ्गस्य गुणः भवति वा न वा गुणकार्यं भवति एव समीचीनं इदानीम् अन्तु योजयतु अन्तु इति प्रत्ययः तत्र चिन्वन्तु इति आगच्छति लोट् मध्ये बहुवचने, तत्र अपि इदानीमेव वयम् अस्माकं पक्ष दृष्टवन्तः तत्र अपि यन् सन्धिः भूत्वा तत्र कार्यं करोति. गुणः भवति वा न वा? गुणः तत्र न भवति. समीचीनम्, उत्तमम्. अस्तु, धन्यवादः भगिनि. राजेन्द्रमहोदय, तत्र अस्माकं मध्यमपुरुषस्य एकवचने प्रत्ययः अस्ति हि इति, तस्य मूलरूपं किं, स्वभावः कः इदानीं? तत् मूलरूपं तु सिप् आसीत्, परन्तु इदानीं सिद्धतिङ् प्रत्ययः तु हि आगच्छति. तस्मिन् तत्र किमस्ति, तत् तेः पिट् यथा सूत्रं कार्यं करोति, तत् तेन तत् अपित्वम् अपि अध्यारोप्यते, तत्कारणात् तत् हि अपित् अपित् अजा हलादि अपित् प्रत्ययः सिद्धतिङ् प्रत्ययः भवति. समीचीनं. अतः चिनु इति अस्ति चेत् यस्य हि लोपः भवति किल, चिनु तत्र तु अजादि तत्र अस्ति, तत्र चिनु एव तिष्ठति तत्र एकस्मिन्, तत्र हि लोपः भवति. तत्र वयं तु तत्तु अपवादः अस्ति, अहं साधा शक्नु एव स्वीकरोतु महोदय, क्षम्यतां. शक्नु योगः हि अस्ति चेत्, शक्नु योगः हि शक्नुहि भवति चिन्तयामि भगिनि. अत्र तत्रापि अजादि अस्ति, अजन्ता अस्ति, उकारः अस्ति अन्ते, तत् चिनुहि न, तत्र लोटि हि लोपः भवति महोदय. विशिष्टसूत्रमस्ति तत्र, अजन्तं न आसीत् भगिनि, तत् उकारः अस्ति अन्ते, परन्तु चिनु इत्यस्य एकः विशिष्टसूत्रेण तत्र चिनु हि न भवति, हि लोपः भवति. सूत्रम् अहम् इदानीं मनसि नास्ति, परन्तु तद् रूपं तु चिनु हि नास्ति. शक्नु हि भवति वा, शक्नु एव भवति वा, एकवारं पश्यामि, क्षम्यताम्. तद् समीचीनं महोदय, सूत्रं न स्मरामि, परन्तु शक्नु हि भवति वा, शक्नु हि इदं चिन्तयामि अहं, श्रुतवान्. शक्नुहि एव किल, शक्नुहि समीचीनं. चिनु तत्र विशिष्टसूत्रेण हि इत्यस्य लोपः भवति. आं भगिनि, क्षम्यताम्, वदतु भगिनि. अन्यपदमपि अस्ति खलु भगिनि, शक्नुतात्, तत् तातङ्ग, तत् रूपं वयं परिशीलयामः इदानीं. हि इत्यस्य एव मम किञ्चित् भ्रमः आसीत्, शक्नुहि इति भवति, परन्तु चिनु इत्येव रूपं, चिनुहि इति रूपं नास्ति, तत्र किमपि विशिष्टसूत्रमस्ति तद् तत् समीचीनं महोदय. इदानीं महोदय तद् प्रश्नः, आनि आव आम ऐ आवहै आमहै, तत्र मूलरूपं किं, किमर्थम् अत्र पित्वम्? अत्र तु भगिनि मूले तु मिप् मिप् मिप् तत्र अस्ति, अत्र किमस्ति, अत्र आड् उत्तमस्य पिच् सूत्रं यथा कार्यं करोति सिद्धतिङ्ग् प्रत्यय कृते, तत्र पित्वम् आरोप्यति आरोप्यति तथैव पानि आव आम सर्वे पित् प्रत्ययाः सन्ति, अजादि पित् प्रत्ययाः सन्ति. समीचीनं. वा आत्मनेपदी अपि ऐ आवहयामहे तत्रापि पित्वम् आरोपितम्. पुनः प्रश्नः तात् इति अस्य विषये, तस्य तद् कीदृशप्रत्ययः, तस्य स्वभावः कः? तत्तु अपित् प्रत्ययः अस्ति, यथा तातङ्ग् तत्र तस्य मूलरूपम् आसीत् तत् तातङ्ग् तत्र नीत्वा तत्र अपित् प्रत्ययः अस्ति तात्, तत्कारणात् गुणकार्यं न. सूत्रं स्मरति वा महोदय? स्मरामि परन्तु प्रायशः सम्यक्तया न वदामि. तावदेव, तुह्योस्तातम् आशीष् अन्यतरस्याम् इति सूत्रं. तत्र साक्षात् ङित् अस्ति, तातङ्ग् इत्यनेन साक्षात् ङित् अस्ति, प्रतिमपि आरोपितं नास्ति. यदा वयं सार्वधातुकम् अपित् इति वदामः, तत्र अपित् इति कारणेन ङित्वत् भवतु इति आरोपितं किल, तादृशं किमपि अत्र नास्ति. तातङ्ग् इति साक्षात् ङित् अस्ति, पुननिषेधः भवति. अतः चिनु अस्ति चेत् किं भवति महोदय रूपम्? इदानीं तात् योजयामः चेत् चिनु तात्, तावदेव, तत्र गुणः न भवति. समीचीनम्. अग्रे पठतु महोदय. लङ्लकारः लङ्लकारः त तात् अन् स तं त अं व म. अत्र तु मूलप्रत्ययः तिप् सिप् तिप् तिप् सिप् किं किं मिप् मिप् अस्ति. सर्वे पित् प्रत्ययाः सन्ति, तत् सिद्धप्रत्ययः अपि तत् पित्वं भवति, तत् गुणकार्यं भवति तत् त स अं त्रीणि सूत्राणि तत् सिद्धप्रत्ययः, तत् त्रयः सिद्धप्रत्ययः तत् पित्वं भवति, गुणकार्यं प्रसक्तिः अस्ति तत्र. त स तु हलादि पित् अस्ति, अं तु अजादि पित् अस्ति. समीचीनं. तत्र किमपि आरोपितं वा किमपि नास्ति, यदा मूलप्रत्ययस्य स्वभावः तादृशमेव अस्ति अत्र. अग्रे अपि पठतु महोदय. विधिलिङ्ग् भगिनि? आम्. विधिलिङ्ग्लकारः यात् यातां युः, याः यातं यात् यां याव याम. अत्र तु सर्वे सर्वे प्रत्ययाः हलादि अपि हलादि अपि सन्ति, सर्वे हलादि अपि सन्ति, अत्र कुत्रापि गुणकार्यं गुणकार्यस्य प्रसक्तिः नास्ति. आत्मनेपदेषु आत्मनेपदे तत्रापि तत्र आत्मनेपदेषु इत् इयाताम् इरण् इथाः इयाथाम् इद्वम् इ वहि इ महि, तत्रापि सर्वत्र अजादि अपि प्रत्ययाः सन्ति आत्मनेपदे धातूनां कृते कृते कुत्रापि गुणकार्यस्य प्रसक्तिः नास्ति. समीचीनं. तत्र विधिलिङ्गे तु गुणकार्यमेव न भवति, गुणनिषेधः एव सर्वत्र. धन्यवादः महोदय. श्रीवल्ली भगिनी, भगिनी अस्ति वा? आम् भगिनि, आम् भगिनि. आम् इदानीं वदतु भगिनी, विधिलिङ्ग् लकारे पित्वं किमर्थं नास्ति? यात् इत्यस्य मूलप्रत्ययः तु पित् अस्ति, याः इत्यस्य सिप् अस्ति, याम् इत्यस्य मिप् अस्ति, किमर्थं तत्र पित्वं नास्ति, कथम् अपित् भवति? आसिट् आगमः निद्वत् भगिनि लिङ्गः आसिट् इति सूत्रेण निद्वत् भवति निद्वत् नित्यचायत् सूत्रेण अपि गुणकार्यं निषेधः भवति नित्वत् नास्ति नित्तिव नित् नित्ये साक्षात् नित् भवति आम् आम् अस्तु परस्मैपदेषु उदात्तो ङित् च इति सूत्रमेव ङित् आरोपयति किल तत्र अतः ङित् साक्षात् ङित् अस्ति अतः तत्र कुत्रापि गुणः न भवति समीचीनम् अस्तु अग्रे अपि पठतु भगिनि आहत्य तत्र यदा अजादि अपित् सार्वधातुकप्रत्ययः तस्मात् अनन्तरम् अग्रिमपरिच्छेदः आहत्य हलादिस्थितः भगिनि करपत्रः करपत्रमेव भगिनि करपत्रम् ओ सारः न सार आहत्य आहत्य हलादिपितः अजाद् च षष्ट षट् षट् षट् अजादिपितः सप्त हलादि अपितः अष्टात्रिंशत् अष्टत्रिंशत् अष्टत्रिंशत् अजादि अपितः त्रयोविंशति एवञ्च प्रत्ययानां वर्गचतुष्टयं प्रत्येकस्मिन् वर्गे यत् कार्यं भवति नाम तिङ्प्रत्ययं निमित्तीकृत्य यत् अङ्गकार्यं भवति तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते एतदेव द्वितीयगणसमूहस्य कार्यविधिः अतः एतत् जानीमः चेत् तर्हि द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि आं भगिनि वर्गचतुष्टयमस्ति प्रत्ययानं वर्गचतुष्टयं सन्ति प्रत्येकस्मिन् वर्गे यत् कार्यं भवति नाम तिङ्प्रत्ययं निमित्तीकृत्य यत् अङ्गकार्यं भवति तिङ्निमित्तीकृत्य कार्यं समानम् अस्ति सर्वेषां वर्गसमुदायानां कृते हलादि अपित् अजादि अपित् हलादि पित् अजादि पित् चतुर्षूणां वर्गाणां कार्यं समानमेव भवति तिङ्निमित्तीकृत्य अङ्गकार्यम् एतदेव द्वितीय गणसमूहस्य कार्यविधिः समीचीनं कार्यविधिः समाना एव अत्र एतद् वर्गीकरणं यद्वर्गचतुष्टयम् इति मातृभिः कृतं कुत्रापि अन्यत्र न लभ्यते अत्र पुष्पादीक्षितमहोदयेन कृतम् एतद् वर्गीकरणम् अतः बहु सौकर्यं भवति यदा वयम् अग्रे पश्यामः चेत् एतद् कण्ठस्थीकरणं तु आवश्यकमेव प्रत्ययानां कण्ठस्थीकरणम् आवश्यकं यदा अग्रे गच्छामः तत्र यदा वयं परिशीलयामः एकमेकं गणं स्वीकृत्य तत्र एतद् वर्गचतुष्टयस्य महत्त्वं वयम् अवगन्तुं शक्नुमः अग्रे अपि पठतु भगिनि स्वादिगणः न न अधुना अन्तिमः एकः नास्ति करपत्रे नास्ति करपत्रे एव अस्ति भगिनि मेबि ऐ डौन्लोड् भगिनि पी डि एफ् अस्ति वा पी डि एफ् मध्ये अपि अस्ति एव ममापि करपत्रमेव अस्ति सङ्गणकमपि अस्ति तत्र दृश्यते किल अस्तु रघुपतिमहोदय भवान् द्रष्टुं शक्नोति वा मम पार्श्वे पुरातन आसीत् किञ्चित् अधुना अन्तिमः एकः विचारणीयः उपरि उक्तम् आसीत् यत् सिद्धविषये यथा मूलप्रत्ययः तदेव सिद्धप्रत्ययः मूलस्य सित्वं चेत् सिद्धस्यापि सिद्धस्यापि सित्वम् इति किञ्च अत्र अपवाद अपवादद्वयं प्रतीयते. यत्र प्रथमम् अस्ति मूलप्रत्ययोः अस्तु भगिनि. लोट् लकार प्रथमबिन्दुः लोट् लकारस्य उत्तमपुरुषे आनि आव आम ऐ आवहै आमहै आनि मित् इत्यस्मात् आगतः अतः तस्य पित्वमस्ति. किन्तु अवशिष्टप्रत्ययाः मूले तु पितः नास्ति पितः न सन्ति तेषां पित्वं कुतः आगतम्? लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आङ् आगमः आगमः आकारः अयम् आगमः आकारः तृतीयानाम् आदौ युज्यते. येन सूत्रेण अयम् आङ् आगमः आड् आगमः आड् आगमः विहितः. तेन एव सूत्रेण व्युत्पन्न प्रत्ययस्य पित्वं विधीयते. एतत् विषये अग्रे आगच्छति. आड् उत्तमस्य पित् इति लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आड् आगमः भवति अपि च तस्य पित्वं भवति. आद्य अनन्तरं तत्र अनुवर्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् पित् च इति सर्वत्र आनि आव आम अनन्तरम् आवहै आमहै एतत् सर्वे स्थाने आड् उत्तमस्य शिक्षा इति सूत्रं कार्यं करोति. अनेन लोट्लकारे उत्तम अस्तु भगिनि पठतु भगिनि पठतु भगिनि. अनेन लोट् लकारे उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड् आगमः अपि च सर्वेषां प्रत्ययानां पित्वं तात् इति प्रत्ययस्य मूलरूपं सातङ्ग् नित्वात् अपित् अस्ति. नित्वात् अपित् अस्ति समीचीनम्. आड् उत्तमस्य पिच इति कीदृशसूत्रं भगिनि? विधिसूत्रमस्ति वा भगिनि? आगमः इति विधिसूत्रम्. अनन्तरम् अतिदेशसूत्रम् अपि विधिसूत्रं तु अस्ति एव. यत्र यत्र आगमः आदेशः लोपः कार्यम् उच्यते तत्र विधिसूत्रम्. अनन्तरं तस्य पित्वमपि भवति इति एकम् अन्यत् कार्यमपि अस्ति इति कृत्वा अतिदेशसूत्रम् अपि. समीचीनम्. अतः प्रश्नः अस्ति यदा उत्तमपुरुषे आनि आव आम ऐ आवहै आमहै इति अस्ति सर्वत्र आनि इत्यत्र तु मिप् अस्ति अन्यत्र तु यदा तस्व मस्व आसीत् कथं तत्र पित्वम् इति. तत्र तु आडुत्तमस्य पिच्च इति लोटि सर्वत्र आत्मनेपदे परस्मैपदि द्वयोः स्थलयोः पित्वम् आरोपितम् आडुत्तमस्य पिच्च इति सूत्रेण. अनन्तरं मुख्यबिन्दुः तात् इति प्रत्ययस्य मूलरूपं तातङ्ग् नित्वात् अपित् अस्ति इति. समीचीनम्. अरुणा भगिनी पठितुं शक्नोति वा? करपत्रं भगिनि तद् अस्माकं गतसप्ताहस्य करपत्रमेव तत्र अन्तिमभागः सिद्ध किम् अस्ति एतत् करपत्रं अनदन्त अङ्गानां कृते सिद्धप्रत्ययाः इति करपत्रं तस्य अन्तिमभागः भगिनि द्वितीयबिन्दु परस्मैपदे विधि. मम समीपे पूर्वपदपि नास्ति अतः एतत् जानीमः तदेव अस्ति तदेव अन्तिम इदानीं प्राप्तं वा श्रीवल्लि भगिनि? आं भगिनि इदानीं पठतु. द्वितीयबिन्दुः परस्मैपदे विधिलिङ्गि यद्यपि मूलप्रत्ययेषु तिप् सिप् मिप् च पितः सन्ति तथापि यात् याः यां इति सिद्धप्रत्ययानां त्वं नास्ति. किमर्थम्? आम् परस्मैपदे विधिलिङ्गि मूलप्रत्ययेषु तित् सित् मिप् च तित् पितः सन्ति, परन्तु यात् याः याम् इति प्रत्ययानां सिद्धप्रत्ययानां पित्वं नास्ति. किमर्थं? परस्मैपदस्य विधिलिङ्गि यासुट् आगमः भवति इति अस्माभिः दृष्टम्. यासुट् परस्मैपदेषु उदात्तो निच्छ इत्यनेन लिङ्लकारस्य परस्मैपदिप्रत्ययानाम् आसुत् आगमः भवति. स च आगमः निद्वत्, निद्वत् अतः निति च इत्यनेन गुणनिषेधः. धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तेन अङ्गेन निद्वत् यासुट् आगमः दृश्यते, न तु तिप् सिप् मिप् ए मूले पितः. मूलप्रत्ययः पित् भवतु नाम, परन्तु अङ्गेन इदं पित्वं न दृश्यते यतः मध्ये निद्वत् यासुटागमः अस्ति. मध्ये निद्वत् यासुटागमः अतः अङ्गेन केवलं निद्वत्वं दृश्यते. तस्मात् किमपि पित् निमित्तकं कार्यं न अहम्. फलितार्थः एवं यत् सिद्धप्रत्ययानां पित्वं नास्ति. भगिनि, परस्मैपदस्य विधिलिङ्गि यासुट् आगमः भवति. ओके, आसुट् परस्मैपदेषु उदात्तु निच्च, निद्वत् भवति इति च गुणनिषेधः भवति. धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तेन अङ्गेन निद्वत् आसुट् आगमः दृश्यते. आं भगिनि, विकरणप्रत्ययस्य धातोः मेलनेन अङ्गं चिनु इति अङ्गं स्वीकरोतु भगिनि. चिनु इति अङ्गम् इदानीं विधिलिङ्ग् रूपं साधनीयं. किं दृश्यते चिनु इति अङ्गेन? चिनु इति अङ्गेन चिनुयागमः आगच्छति. यात् इति चिनुयात् इति रूपं, विधिलिङ्गिरूपं. तत् यद् चिनु इति अङ्गम् अस्ति अस्माकं पार्श्वे, विधिलिङ्ग् इति विवक्षा अस्ति, तत्र चिनु इति अङ्गं या इति यासुडागमः दृश्यते वा तिप् इति तिङ् प्रत्ययः दृश्यते वा चिनु इत्यस्य? यासुडागम तदेव दत्तमस्ति अत्र मध्ये इति यद् दत्तमस्ति तदेव दत्तमस्ति. मूलप्रत्ययः पित् मूलप्रत्ययः पित् भवतु नाम, भवतु नाम, भवतु नाम. ओके, मूल् प्रत्ययः पित् भवतु नाम, परन्तु अङ्गेन इदं पित्वं न दृश्यते. मध्ये निद्वत् आसुट् आगमः अस्ति इति चेत्, मध्ये निद्वत् आसुट् आगमः इति चेत् अङ्गेन केवलं निद्वत्वं दृश्यते, पित् पित् न दृश्यते. तस्मात् किमपि पित् निमित्तकं कार्यं न अर्हम्. फलितार्थः एव यत् प्रत्ययानां पित्वं नास्ति. किमर्थम् इति प्रश्नस्य उत्तरं, यद्यपि तत् पित् सित् मित् इति पित् अस्ति, तदापि यद् यासुट् इति आगमः आगच्छति अङ्गेन तद् यासुट् इति यद् या इति मध्यभागः अस्ति किल, आगमः मध्ये एव उपविशति किल, तदेव दृश्यति. यासुट् इति पित् अस्ति आद्यन्तौ टकितौ इत्यनेन प्रत्ययात् पूर्वम् आगच्छति किल, तदेव दृश्यति. पित्वा पित्वा इति तस्य यद् अङ्गस्य दृष्ट्या तद् चिन्तनीयं, तादृशं चिन्तनीयं. यदा वयं पश्यामः तद् भिन्नवार्ता, अङ्गस्य दृष्ट्या या एव दृश्यते, पिप् वा मिप् वा तद् न दृश्यते. अतः गुणनिषेधः. यद्यपि तदपि अस्ति चेदपि न पश्यति, तद् न पश्यति, तद् न पश्यति. पित् इत्युक्ते तद् स्वभावः, तस्य प्रत्ययस्य स्वभावः न पश्यति. किलो इति अङ्गं पित् दृश्यते. ओके, यासुट् अपि प्रत्ययस्य एव अङ्गः भवति खलु, अतः एव तदपि आम् प्रत्ययस्य एव अङ्गं भवति अतः आम् इति यासुट् इति यत्र आगमः भवति तत् तु मध्ये आगत्य तिष्ठति. यदा मध्ये आगत्य तिष्ठति साक्षात् परं किम् अस्ति तदेव अङ्गं पश्यति. तस्मात् परं किम् अस्ति तद् न पश्यति. यासुट् कारणेन किं भवति गुणनिषेधः, तदेव अङ्गस्य कार्यं भवति इदानीम्. यासुट् यासुट् इति इदानीम् अस्माकं निमित्तम् अस्ति अङ्गस्य किमपि गुणः वा अगुणनिषेधस्य. यासुट् तु ञित् अस्ति अतः गुणनिषेधः. अवगतं वा? यदा अग्रे गच्छामः तत्रापि एतादृशपरिशीलनं भवति बहुषु स्थलेषु. अतः यद् परः अस्ति अङ्गस्य परः यद् अस्ति तदेव कार्यम् अङ्गस्य कृते किं कार्यम् इति. आम् पठतु भगिनि सारांशः. आम् सारांशः अस्मिन् करपत्रे बहु किमपि उक्तम्. प्रत्ययानां व्युत्पत्तिः दत्तः यत्र अदन्ते अनदन्ते भेदः वर्तते. येषां व्युत्पत्तीनां च बोधनेन महान् लाभः तदा चतुर्विधाः सिद्धतिङ्प्रत्ययाः प्रदर्शिताः. ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह तिगन्तरूपाणि तेषु आधारितानि. सारांशः तत्र अस्माकम् एतत् करपत्रस्य अग्रिमकरपत्रमस्ति किल सारः इति, तद् किञ्चित् सर्वे मुद्रणं कृत्वा स्थापयतु. यदा कण्ठस्थीकरणम् अभवत् चेत् समीचीनं. यदा वयम् अग्रे सरामः तस्य मुख्यलाभः भवति इति. अनन्तरं तद् यद् वयम् इदानीं पठितवन्तः तदेव साररूपेण तस्मिन् करपत्रे अस्ति, 1A इति करपत्रे. इदानीं स्वादिगणः इति नूतनपाठस्य आरम्भं कुर्मः. तदेव अस्माकम् अनदन्ताङ्गेषु प्रथमगणः भवति. प्रश्नः अस्ति वा किमपि? अस्तु अरुणा भगिनी, एतत् करपत्रं प्राप्तं वा? स्वादिगणः इति करपत्रम् अस्ति. स्वादिगणे स्वादिगणे त्रिविंशत् धातवः सन्ति. अयम् अस्माकं प्रथमः धातुगणः यत्र अङ्गम् अनदन्तम्. अत्र सिद्धान्तकौमुद्यां परम्परागत पद्धत्या तिङन्तरूपं निष्पादनम् अतीव भ्रमात्मकं. परन्तु पुष्पामातुः पद्धतिम् अनुसृत्य पाणिनेः वास्तविकपद्धतिम् अनुसृत्य अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं तर्कपूर्णञ्च. स्वादिगणे त्रिविंशत् धातवः सन्ति. ते अपि तदा अदन्त अङ्गं रूपं प्रथमधातुगणः आरम्भं भवति. अत्र सिद्धान्तकौमुद्यां तिङ्प्रत्ययरूपनिष्पादनम् अतीव भ्रमात्मकभ्रम भवति. परन्तु पुष्पामातुः पद्धतिम् अनुसृत्य अत्र भ्रम नास्ति. मातुः अपि पाणिनेः वास्तविकपद्धतिम् अनुसृत्य एव कथम् अङ्गम् अनदन्तं चेत् कार्यं करणीयम् इति स्पष्टं कृतवती. समीचीनम्. अनदन्तम् अङ्गं स्वादिगणः इति अनदन्तम् अङ्गं पञ्चमगणः अस्ति. चतुर्त्रिंशत् धातवः सन्ति. यदा वयं भ्वादिगणः दृष्टवन्तः तत्र एकसहस्र किमपि धातवः सन्ति. इदानीं स्वादिगणे यद् अनदन्तम् अङ्गम् अस्ति तत्र तु चतुर्त्रिंशत् धातवः एव सन्ति. तद् मनसि भवेत्. अग्रे अपि पठतु भगिनि. पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. एकं विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनं, द्वितीयं तिङ्प्रत्ययः सिद्धिः, तृतीयः तिङ्प्रत्ययः प्रत्ययनिमित्तकम् अङ्गकार्यं तथा अङ्गतिङ्प्रत्ययोः मेलनम्. पूर्वमेव वयं पठितवन्तः, अपि ज्ञातवन्तः तु सर्वधातुकलकारेषु तिङन्तनिर्माणानि त्रीणि सोपानानि अस्ति सन्ति. प्रथमं विकरणप्रत्ययनिमित्तक अङ्गकार्यं प्रथमं करणीयं, तदनन्तरं धातुविकरणप्रत्ययोः मेलनं, द्वितीय सोपानं तिङ्प्रत्ययसिद्धिः, मूलप्रयस्य तिङ्प्रत्ययः किं, तदनन्तरं भिन्नलकारेषु तिङ्प्रत्यय सिद्धिप्रत्ययः किम् इति करणीयं, तदनन्तरं तिङ्प्रत्ययनिमित्तक अङ्गकार्यम् अपि करणीयं, तदा तदनन्तरम् अङ्गतिङ्प्रत्ययोः मेलनं करणीयम्. समीचीनम्. अत्र एव वयं द्वितीयबिन्दुः पूर्वमेव साधितवन्तः, अतः अस्माकं पार्श्वे इदानीं सिद्धप्रत्ययाः सन्ति. अस्माकं अतः प्रथमसोपानं तृतीयसोपानमेव अस्माकं कार्यम् अस्ति, परन्तु सर्वदा सोपानत्रयम् अस्ति इति. आम्, प्रथमबिन्दुः पठतु भगिनि. विकरणप्रत्यय प्रथमबिन्दुः विकरणप्रत्यय निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. स्वादिगणे विकरणप्रत्ययः स्नु, स्वादिभ्यः स्नु इति सूत्रेण स्नुप्रत्ययः विहितः. लशक्वत्तद्दिते इत्यनेन शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपः नु इति अवशिष्यते. प्रथमं अङ्गकार्यं विकरणप्रत्ययनिमित्तक अङ्गकार्यं अत्र प्रथमं किं विकरणप्रत्ययः आगच्छति, कः विकरणप्रत्ययः आगच्छति प्रश्न उदेति. तत्र सूत्रमस्ति स्वादिगणे विकरणप्रत्ययः स्नु, स्वादिभ्यः स्नु इति सूत्रेण स्नुप्रत्यय विधीयते. स्नुप्रत्यय लशक्वत्तद्दिते इति सूत्रेण शकारस्य इसंज्ञ, तस्य लोपः इति सूत्रेण लोपः भवति, नु इति एव अवशिष्यते. विकरणप्रत्ययरूपं नु एव अत्र अस्ति. पठितुं भगिनि स्वादि अश्नुः. स्वादिभ्यः स्नुः सूत्रं स्वादिगणे स्थितेभ्यः धातुभ्यः स्नुप्रत्ययः भवति कर्तर्तके स्वारधातुकप्रत्यये परे. सु आदिः आदिः येषां ते स्वादयः बहुव्रीः, तेभ्यः स्वादिभ्यः, स्वादिभ्यः पञ्चम्यन्तं, स्नुः प्रत्ययान् प्रथमान्तं, द्विपदम् इदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातोरनेकाचो हलादेः क्रिया समभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं स्वादिभ्यः धातुभ्यः स्नुः प्रत्ययपरश्च कर्तरि सार्वधातुके. अत्र स्वादिभ्यः स्नुः इति सूत्रं विवरणं दत्तं. स्वादिगणे स्थितेभ्यः धातुभ्यः स्नुप्रत्यय भवति कर्तर्तके विषये. सार्वधातुकनिमित्तं किं, कर्तर्तक समये परन्तु स्वारोदान्तकप्रत्यये परे अपि विकरणप्रत्ययः स्टु आगच्छति. सु सु आदि येषां ते स्वादयः इति बहुव्रीहिसमासः, तेभ्यः स्वादिभ्यः इति पञ्चम्यन्तं रूपं, स्नुः इति प्रथमान्तं द्विपदमिदं सूत्रम्, अनुवृत्तिसहितसूत्रं स्वादिभ्यः धातुभ्यः स्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके इति पठनीयम्. समीचीनम्. अतः कर्त्रार्थे सार्वधातुकप्रत्यये परे सर्वदा प्रथमं कर्तरीशप् एव विधीयते. तत् प्रबाध्य स्वादिभ्यः श्नु इति स्वादिगणे स्थितेभ्यः धातुभ्यः कृते श्नु प्रत्ययः इति गणविकरणप्रत्ययः विधीयते. समीचीनं. धन्यवादः भगिनि. राजेन्द्रमहोदय. ओ क्षम्यतां भगिनि, म्यूट् मध्ये आसम्. इदानीं श्रूयते वा? आम् आं श्रूयते महोदय. अस्तु. शनु षित् अतः तिङ् षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. यथा चि योगुणु इति स्थितौ पुगन्धलुक उपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. यथा तिग् योगुण्णु. तिग् इत्युक्ते किं भगिनि? धातुः एव महोदय. तिग् इति किमपि धातुः. अस्तु. तिग् तिग् योग नु इति स्थितौ, परन्तु शनु अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण नीत्वत् तदर्थं किन्नति च इत्यनेन इत्यनेन उभयत्र गुणनिषेधः. शनु प्रत्ययः तु तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. तत्कारणात् तत्र सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यस्य प्रसक्तिः अस्ति. यथा चि योगुणु इति स्थौ, अपि च पुगन्धलोक उपदस्य च अपि गुणकारस्य प्रसक्तिः अस्ति. यथा तिग् योगुणु, अत्र उपधायाम् इकारः अस्ति, हृषिकारः अस्ति, तदपि गुणकार्यस्य प्रसक्तिः अस्ति. परन्तु शणु अपित् अस्ति, तत्कारणात् सार्वधातुकम् अपित् सूत्रेण नित्वत् कार्यं करोति, तदर्थं किन्नति च सूत्रेण गुणनिषेधः, उभयत्र गुणनिषेधः भवति. चि योगुणु तत्र सार्व आर्धतयोः कार्यं न भवति, अपि च तिग् योगुणु तत्र अपि पुगन्धलोकोपदेशस्य कार्यं कार्यप्राप्तिः नास्ति. यद्यपि दोषलेषु अस्ति तत्र प्रसक्तिः स्तः तत्र, परन्तु गुणनिषेधः अस्ति. यथा नित्वत् नित्वत् भवति सार्वधातुकमपि नित्वत् भवति, तत् कारणात् तत्र किन्नति च सूत्रेण गुणनिषेधः अस्ति. अनेन कारणेन प्रथमसोपाने गुणकार्यं नास्ति. प्रथमसोपानं यथा अस्ति विकरणप्रत्ययः निमित्तम् अङ्गकार्यं तथा धातुविकरणप्रत्ययं मेलनं, तत्र प्रथमसोपाने गुणकार्यं नास्ति. यदि यतोहि तत्र शृणु अपित्वात् तत्र गुणनिषेधः भवति किन्नति च सूत्रेण, तत्कारणात् अपि गुणकार्यं न अर्हति. इकारात् धातवः चि योगुणु चिनु भवति धातुविकरणप्रत्ययं मेलनानन्तरम्. उकारात् धातवः सुयोगुणु सुनु, ऋकारात् धातवः व्रियोगुणु वृणु, हलन्तदातवः तिग् योगुणु तिग्नु, तृप् योगुणु तृप्नु, शक् योगुणु शक्नु, आप् योगुणु आप्नु. अत्र सर्वेषु स्थलेषु गुणकार्यस्य प्रसक्तिः आसीत्, परन्तु न भवति यतोहि नु अपित् प्रत्ययः अस्ति, तत्कारणात् तत्र गुणनिषेधः अस्ति. केवलं वर्णमेलनमेव. एतत्तु सामान्यचिन्तनम्. अग्रे किं भवति इति द्रक्ष्यामः. सामान्यचिन्तनं वर्णमेलनमेव, किमपि कार्यं न भवति इति. आम् अग्रे पठतु महोदय. विकर्णप्रत्ययः नित्वत् चेत् प्रथमसोपाने त्रीणि मुख्यकार्याणि सन्ति. गुणनिषेधः एतदपि एकं कार्यं. स्वादिगणे शणु प्रत्ययस्य अपित्वात् गुणनिषेधः. सम्प्रसारणं गृहीजया इति सूत्रेण सम्प्रसारणं भवति कितिनिति प्रत्यये परे. स्वादिगणे न कोऽपि सम्प्रसारणी धातु. अनिदित्तं धातूनां नकार लोपः. अनिदित्तां हल् उपधायाः किन्नति तत् इति कितिनिति प्रत्यये परे नकारलोपः नकारलोपः भवति. स्वादिगणे तादृशः एकः धातुः अस्ति दम्बु दम्बणे हिंसायाम्. अत्र दम्बयोगशणु नकारलोपः भूत्वा तत् दब्नु दब्नु इति अङ्गं निष्पन्नं भवति. विकरणप्रत्यय स्वादिगणे शणु विकरणप्रत्यय नित्वत् अस्ति तत्कारणात् तत् त्रीणि मुख्यकार्याणि भवितुम् अर्हन्ति. तत्र एकं तु गुणनिषेधः अस्ति यथा अपित्वात् तत्र शणु प्रत्यय अपित्वात् तत् गुणनिषेधः भवति किन्नति सूत्रेण. द्वितीयकार्यं भवितुम् अर्हति सम्प्रसारणं यथा अस्माभिः पूर्वं पठितं तत् पठितं वा भगिनि? दिवादिगणे किमपि कुत्रापि अन्यत्र कुत्रापि. अस्तु आमां धन्यवादः भगिनि. सम्प्रसारणं कार्यं भवति. तत्र एकं सूत्रमस्ति गृहीजया वैरिवधि वृश्चि तत्र परिगणितधातवः सन्ति यत्र कितिनिति प्रत्यये परे सम्प्रसारणं भवति. अत्र तु शृणोतु कितिनिति प्रत्यये तु अस्ति परन्तु अत्र कोऽपि धातुः न स्वादिगणे कोऽपि धातु सम्प्रसारणधातुः न अस्ति तत्कारणात् तत् कार्यमपि न भवति. अनिदित्तं धातूनां नकारलोपः. तत्र एकं सूत्रमस्ति अनिदितां हल् उपधायः किन्नति तत्र यदि धातु अनिदित् अस्ति तत्र नकारस्य लोपः भवति इति सूत्रेण अनिदितां हल् उपधायः. हल् परे यः अनिदित् धातुः अस्ति तस्य तत्र उपधायः नकारस्य लोपः भवति. स्वादिगणे एकमेव धातुः अस्ति तादृशी दम्बु हिंसायां दम्बने. अत्र किमस्ति दम्ब यथा शृणु प्रत्यया विकरणप्रत्यय आगच्छति तत्र अनुदितं हल् उपधायाः तत्र नकारलोपः भवति मकारस्य लोपः भूत्वा तत् दब्णु इति अङ्गं निष्पद्यते तत्र. नकारः कथं मकारः भवति? अत्र भगिनि अत्र अस्ति मूले तु दन्ति नकारः अस्ति तत् नश्च पदान्तस्य जले अनुसृत्य यै परस्वर्णः. अत्र भकारः अस्ति अनन्तरं तत्कारणात् तत् मकारः आगच्छति तत् तस्मिन् तत्र नकारस्थाने दन्ति नकारस्थाने मकारः आगच्छति. समीचीनं. तस्यापि लोपः भवति दब्नु इति अङ्गम् इदानीम्. अतः एतत् प्रमुखत्रीणि कार्याणि यत्र यत्र नित्वद् अस्ति तत्र गुणनिषेधः सम्प्रसारणकार्यम् अनिदितां हल उपादायः निति इति यत्र प्रसङ्गः. अत्र तु सम्प्रसारणी दातवः एव नास्ति इति कृत्वा स्वादिगणे न भवति. अन्येषु गणेषु भवितुमर्हति. यदा अस्ति चेत् भवति एव अवश्यं. यदा तादृशमेव अनिदितां हल उपादायान्निति अत्र एकः एव धातुः अस्ति अतः अत्र एव कार्यं भवति. अग्रे अपि तादृशं परन्तु मनसि भवेत् एतत्तु यत्र यत्र नित्वत् अस्ति प्रमुखकार्याणि त्रयम् इति भवति एव इति. धन्यवादः महोदय. रघुपतिमहोदय तिङ्क् इति अङ्गमस्ति खलु तत्र नकारः तिष्ठति एव तत्तु तत्तु अस्माकं विकरणप्रत्ययस्य नकारः भगिनि. तत् वयं लोपः कर्तुं न शक्नुमः किल. तत्र किमपि न अवशिष्यते तदपि लोपं कुर्मः चेत् अनिदितां हल उपादायाम् इति सूत्रं वदति हलन्तधातूनां ह्रस्व यत्र हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा भवति क्षम्यताम् इत्संज्ञा न भवति अनिदित् तेषाम् उपादायां स्थितस्य नकारस्य लोपः कितिङ् इति प्रत्यये परे अनिदितां हल उपादायाङिति इति सूत्रम् एतद् हलन्तधातोः विषये प्रत्ययस्य विषये नास्ति अवगच्छति वा समीचीनम् पठतु महोदय अस्तु तिङ्संज्ञकप्रत्ययसिद्धिः तिङ्प्रत्ययसिद्धिः पूर्वतने पाठे जाता एव यत्र अङ्गम् अनदन्तं तत्र सिद्धतिङ्संज्ञकप्रत्ययाः एते अस्तु लट्लकारे सीतः अन्ति सीतः थ मे वहमः आत्मनेपदं ते आते अते से आते द्वे एकनिमिषम् ते आते अते से आते द्वे एवहे महे इति अस्तु अग्रे लोट्लकारे तु ता तु अथवा तात् ताम् अन्तु हि तात्तं त आनि आव आम ताम् आताम् ताम् आताम् अताम् स्व अथां द्वम् ऐ आवहि आमहि लग्लकारे तु ताम् अन् सु तं त अं वाम आत्मनेपदि त अथाम् अथ थाः आथां द्वम् इ वहि महि विधिलिङ् यात् यातां युः याः यातां यात यां याव याम आत्मनेपदि ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि समीचीनं तदेव वयम् इदानीमेव दृष्टवन्तः अस्तु अग्रे पठतु महोदय अस्तु तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं स्वादिगणे इदं कार्यं मुख्यम् अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः अजन्तदातवः हलन्तदातवः च यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्ययः निमित्तिकम् अङ्गकार्यं भिद्यते तर्हि स्वादौ वर्गद्वयमस्ति अजन्ताः चि धातुरिव अपि च हलन्ताः शक् धातुरिव अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते अत्र मातुभिः स्वादिगणीय धातूनां गणद्वये विभक्ताः विभक्ता अजन्तदातवः हलन्तदातवः च किमर्थमिति चेत् अजन्तदातोः हलन्तदातोः तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं विद्यते अतः यथा अजन्ताः चि इति अस्ति अत्र इकारान्तः अस्ति अपि च हलन्तः शक् धातुरिव वर्गद्वयम् अस्ति अत्र अत्र हलन्तदातवः क्षम्यतां विकर्णप्रत्ययस्य मेलनात् पूर्वं विकर्णप्रत्ययात् पूर्वं धातूनां तद् मुख्यं धातुः एव स्वीकरणीयम् अनन्तरं तु अजन्ताङ्गः भवति खलु विकर्णप्रत्ययमेलनं सर्वत्र तत्र भेदः किमपि न दृश्यते चिनु अपि अस्ति शक्नु अपि अस्ति तत्र भेदः तु कुत्रापि न दृश्यते अतः यदा धातुः अस्ति यदा धातुः स्वीकृत्य चि इति अजन्तं शक् इति हलन्तम् इति भागद्वयं प्रथममेव करोतु एकं करपत्रं वा किमपि नोट्बुक् वा किमपि स्वीकृत्य एक्सेल् शीट् किमपि स्वीकृत्य भागद्वयं करोतु अजन्तः चि इति धातुः एकम् उदाहरणरूपेण चि स्वीकरोतु अजन्तः अन्यस्मिन् पक्षे शक् इति धातुः तत्र वयं किं किं सूत्रं पठामः तत्र स्थापयतु यदा अग्रे बहु लाभाय भवति यदा मम पुस्तके अपि टिप्पण्यामपि इदानीमपि अस्ति अतः एव अहं शीघ्रं वक्तुं शक्नुवन्ति तत्र चि इत्यत्र चिनु एव भवति चिनु हि नास्ति इति अतः तत्र भागद्वयं करोतु चि इति एकं भागं शक् इति भागं द्वितीयं भागं तत्र सूत्राणि स्थापयन्तु पठतु महोदय अस्तु तिङ्प्रत्ययनिमित्तिकम् अस्तु अस्तु अग्रे अत्र हलन्तदातवः सामान्याः अचन्तदाताः विशेषाः इति अवगम्यताम् नाम स्वादिगणे ये सामान्यनियमाः सन्ति सर्वे हलन्तदातवः तान् नियमान् अनुसृत्य प्रवर्तन्ते अजन्तदातवः अपि आधिक्येन तथैव प्रवर्तन्ते किन्तु स्थलत्रये विशेषः भवन्ति स्थलत्रयम् अग्रे सूचितम् अस्ति हलन्तदातवः सामान्य अत्र स्वादिगणे अजन्तदातवः विशेषाः इति किमर्थमिति चेत् स्वादिगणे ये सामान्यनियमाः सन्ति ते हलन्तदातवानां कृते अस्ति अजन्तदातवः अपि सामान्यतः तथैव भवति परन्तु तत्र कुत्रचित् स्थलेषु विशेषाः भवन्ति इति दत्तमस्ति अत्र इदानीम् अग्रे पश्यामः कुत्र भवति इति स्वादिगणे प्रतिनिधिचतुष्टेयं स्वीक्रियतां धातुचतुष्टयम् अत्र स्वीकृतमस्ति अजन्तः परस्मैपदधातुः चि हलन्तः परस्मैधातुः शक् अजन्तः आत्मनेपदधातुः चि हलन्त आत्मनेपदधातुः अश् येषां चतुर्णां धातूनां रूपाणि चतुर्षु स्वारदातकलकरेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु जानीमः चेत् सर्वेषां स्वादिगणीयः धातूनां सार्वधातुकलकाररूपाणि जानीमः एव कण्ठस्थीकरणीयम् इति न सर्वे तर्काधारेण प्रवर्तते अस्तु अत्र अजन्तदातुः हलन्तदातुः इति परस्मैपदेषु अपि च आत्मनेपदेषु चि उभयपदि वा तदेव वा चि इति उभयपदि आम् समानमेव अस्तु अस्तु चि आत्मनेपदि अपि च हलन्त आत्मनेपदि अश् इति गतपाठे अस्माभिः दृष्टं यत् सिद्धतिङ्प्रत्ययाः चतुर्विधाः हलादिपितः अजादिपितः हलादि अपितः अजादि अपितः तर्हि स्वादिगणे अजन्तदातुभिः सह हलादिदातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् अतः विशिष्टकार्याणि रक्तवर्णेन सूचितानि अस्तु रक्तवर्णं जालपुटे एव दृश्यते करपत्रे न दृश्यते अस्तु अस्ति अस्ति अस्ति अस्ति वा इदानीं पूर्वं न इदानीं डौन्लोड् कृतवान् मम तु पुरातनम् अस्ति अतः तत्र नास्ति तत्र किञ्चित् भिन्नम् अपि अस्ति तत्र तर्क आधारेणैव प्रवर्तते इति तर्क आधारेण प्रवर्त प्रत्ययानां कण्ठस्थीकरणम् आवश्यकं धातुः यदा वयं प्रथमस्तरे कृतवन्तः किल चिनोति चिनुतः चिन्वन्ति इति तादृशकण्ठस्थीकरणम् इदानीं न आवश्यकं कथं भवति इति जानीमः चेत् तदेव पर्याप्तं तर्क आधारेण प्रवर्तते इत्युक्ते वयं कथं चिनुतः इति रूपम् आगच्छति कथं चिनु यदा अहम् उक्तवती चिनुहि इति रूपं नास्ति कथं किमर्थम् इति जानीमः चेत् तदेव पर्याप्तं किल कण्ठस्थीकरणं प्रत्ययस्य करणीयं सिद्धप्रत्ययस्य करणीयं रूपस्य न आवश्यकम् एकवचनं विषये एव किञ्चित् तर्कमागच्छति न न न कत्र एव इति न भगिनि बहुषु त्रिषु स्थलेषु इति दृष्टवन्तः किल इदानीमेव महोदय पठितवान् अत्र अजन्त धातुः त्रिषु स्थलेषु भिद्यते इति हलन्तधातोः कृते अपेक्षया इति दृष्टवन्तः किल तत्र कानिचन कार्याणि अपि सन्ति भगिनि अतः एव तादृशम् उत्तमम् अस्तु अतः यदा हलादिपितः अजादिपितः हलादि अपित् अजादि अपित् इति चतुष्टयं तद् प्रथमम् अनन्तरम् अत्र भागद्वयम् अस्ति एकं परस्मैपदी धातुः स्वीकुर्मः चेत् अजन्तधातुः चि हलन्त क्षम्यताम् अजादिः चि अजन्तः एव समीचीनमेव अजन्तधातुः चि हलन्तधातुः शक् इति आत्मनेपदिः स्वीकुर्मः चेत् पुनः चि इति धातुः उभयपदि इति कृत्वा अनन्तरम् अश् इति हलन्त आत्मनेपदि धातुः इति स्वीकुर्मः चेत् एकवारं तस्य रूपं साधयामः चेत् अन्ये सर्वे स्वादिगणीयधातुः तादृशमेव भवति. तत्र यत्किमपि विशिष्टकार्यं पश्यामः समानरीत्या अन्यत्रापि भवति इति अस्ति. अस्तु, श्रीवल्ली भगिनी पठति वा? धन्यवादः. ओ, श्रीवल्ली भगिनी नास्ति वा? ओ अस्तु, अरुणा भगिनी पठतु भगिनी. अरुणा भगिनी होल्ड् मध्ये अस्ति वा? किमर्थम्? अस्तु, विजया भगिनी भवती एव पठतु. हलन्त हलन्तधातूनां कार्यं हलादि तिक्षु तत्र गुणः भवति. शक्नु योगः ति शक्नोति इति गुणः भूत्वा शक्नोति इति आगच्छति. अजादि तिक्षु गुणः तदा अवादेशः शक्नु योगः आणि शक्नो योगः आणि इत्युक्ते तत्र शक्न अनन्तरं शक्नुयोगः अवादेशः अनन्तरम् आणि इति आगच्छति. अतः शक्नुवाणि इति आगच्छति लोट् मध्ये प्रथमपुरुषे एकवचनमध्ये. अनन्तरं हलादि अपिक्षु नितिच इत्यनेन गुणः निषेधः तत्र शक्नुयोगः कः तत्र वर्णमेलनमेव शक्नुतः इति आगच्छति. अजाति अपिक्षु अचि श्नु धातुर्ध्रुवां योर्युव उवङ् इत्यनेन उवङ् आदेशः शक्नु योगः अन्ति तत्र शक्न योगः उव योगः अन्ति तत्र शक्नुवन्ति इति आगच्छति. अजन्तधातूनां कार्यं त्रिषु स्थलेषु विद्यते. स्थलत्रयमपि अपित्सु एव पित्सु न कोऽपि भेदः. अतः सम्यक्तया तोलयन्तु. तत्र अजन्तधातूनां कार्यम् अलादि चित्सु गुणः चिनु योगः अपि चिनोति इति तत्र गुणकार्यं भूत्वा चिनोति इति आगच्छति. अजादि चित्सु गुणः तदा अवादेशः पूर्वमेव वयं दृष्टवन्तः चिनु योगः आणि चिनो इति आगच्छति गुणकार्यं भूत्वा. अनन्तरम् आणि इत्युक्ते तत्र चिन् योगः अव उपयुज्य योगः आणि तत्र चिनवाणि इति रूपं निष्पन्नम्. अलाद्य अपिक्षु निति निति च इत्यनेन गुणे निषेधः. अतः चिनु योगतः तत्र वर्णमेलनमेव चिनुतः इति आगच्छति. स्थलद्वयम् अपवादभूतकार्यं तत्र. अग्रे पठामि वा भगिनि? आम् आं भगिनि. तत्र वकारमकारादौ प्रत्ययपरे उकारस्य वा लोपः चिनु योगः वः तत्र यन् भूत्वा चिन्वः. अनन्तरं विकल्पेन चिनुवः इति आगच्छति. अजादि अपिप्सु उष्णुवो सार्वधातुके इत्यनेन यन् आदेशः भवति चिनु योगः अन्ति तत्र चिन् योगः वा वकारः आगच्छति योगः अन्ति चिन्वन्ति इति यन् आदेशः भवति. उकारस्य स्थाने वकारः भूत्वा चिन्व चिन्वन्ति इति आगच्छति. समीचीनं. अस्तु, यदा वयं पश्यामः अत्र हलन्तधातुः अजन्तधातुः, पूर्वमेव उक्तं यत् हलन्तधातुः सामान्यकार्यम् अजन्तधातुः विशेषकार्यम् इति. शक् इति अस्माकं हलन्तधातुः अस्ति. पित्सु यदा वयं पश्यामः तत्र कोऽपि भेदः नास्ति. हलादिपित्सु वा क्षम्यतां हजन्तधातुः वा हलन्तधातुः वा कार्यं तु समानमेव अस्ति. वर्णमेलनं वा गुणः, गुणः प्रथमम् अनन्तरं वर्णमेलनं हलादिपित्सु. अजादिपित्सु किं भवति? तत्र गुणः अनन्तरम् अवादेशः, तदपि समानमस्ति. शक्नु शक्नवानि, चिनु चिनवानि, रूपं समानम्. हलादि अपित्सु किं भवति? ङिति च इत्यनेन गुणनिषेधः. स्थलद्वये अपि समानकार्यं, परन्तु हलादि अपित्सु अनन्तरं ङिति च इत्यनेन गुणनिषेधः तु चिनुतः इति भवति एव. अनन्तरं तत्र स्थलद्वये अपवादभूतसूत्राणि सन्ति, अपवादभूतकार्याणि. प्रथमं सूत्रम् अग्रे द्रक्ष्यामः. लोपे किं भवति? हि लोपः भवति. यदा वयं शक्नु स्वीकुर्मः तत्र हि तु तिष्ठति एव. वयं पूर्वमेव दृष्टवन्तः अतो हे इत्यस्य प्रसक्तिः अनदन्ताङ्गेषु नास्ति, अतः हि तिष्ठति एव इति. अतः शक्नुहि इति रूपम् आगच्छति. परन्तु अपवादेन लोटि हि लोपः भूत्वा चिनु इत्येव रूपम् आगच्छति. अनन्तरं द्वितीयकार्यम् अस्ति, वकारमकारादौ प्रत्यये परे ऊकारस्य वा लोपः. वा लोपः इत्युक्ते विकल्पेन लोपः. अतः रूपद्वयं, चिनु योगः वः, ऊकारस्य लोपः भूत्वा चिन्वः, अनन्तरं अग्रिमं रूपं चिनुवः, यत्र ऊकारः तिष्ठति इति रूपद्वयं. तदेव तत्र भेदः, अलन्तधातूनाम् अजन्तधातूनां भेदः कः इत्युक्ते, ङिति च इत्यनेन गुणनिषेधः स्थलद्वये भवति, परन्तु लोटि हि लोपः भवति अजन्तधातूनाम्. अनन्तरं वकारमकारादौ प्रत्यये परे उकारस्य विकल्पेन लोपः. अस्तु, अनन्तरम् अजादि अपित्सु किं भवति? तत्र तु अस्माकं परिचितसूत्रम् अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इत्यनेन उवङ्गादेशः. शक्नु योगः अन्ति, शक्नुवन्ति इति, शक्नुवन्ति उव इति यद् आदेशः अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इति सूत्रेण भवति. परन्तु अस्माकम् अजान्तधातूनां कृते हुष्णुवोः सार्वधातुके अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इति सामान्यसूत्रं, तद् प्रभाद्य हुष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. चुनुयोगः अन्ति, चिन्वन्ति इति रूपं हुष्णुवोः सार्वधातुके इत्यनेन भवति. अस्माकं सन्धिसूत्रेण नास्ति, यद्वा किमपि अन्यत् सूत्रेण नास्ति, परन्तु एतद् विशिष्टसूत्रेण एव भवति. अतः भेदः अवगन्तव्यः कुत्र भवति इति. इदानीं पर्यन्तं वयं हलन्तधातुः अजन्तधातुः परस्मैपदम् एव दृष्टवन्तः. तद् एकवारं पुनः परिशीलयतु, अग्रे किं भवति इति पश्यामः. अनन्तरम् आत्मनेपदे किं भवति? आत्मनेपदे सरलमेव, तत्र सर्वे तु अपित्तः एव सन्ति किल, अतः तत्र बहु किमपि कार्यं नास्ति. परन्तु अत्र एव मुख्यसूत्राणि कार्याणि सर्वम् अस्ति. अस्तु, प्रश्नः सन्ति वा? धन्यवादः. सिद्धप्रत्ययानां कण्ठस्थीकरणम् आवश्यकम्. धन्यवादः. नमस्कारः. धन्यवादः.